नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थे निच् विशेष अजन्तदातवः इति विषयः अनुवर्तते, विशेषाः अजन्तदातवः इति। तत्र अस्माभिः आकारान्तधातूनां विषये पूर्वमेव ज्ञातम्। आकारान्तधातुषु एजन्तधातूनामपि गणना भवति, यतोहि एजन्तानां आत्वं भवति अर्धधातुकप्रक्रियायाम् आदे च उपदेशिति इति सूत्रेण। यदा हि आत्वं भवति तदानीं तत्पश्चात् तत्र पुगागमस्य प्रसक्तिः भवति, अर्तिह्रीभि रीग्नुयीष्मायातं पुङ्णौ इति सूत्रेण निचि परे। अपि च तद् सूत्रं प्रपाद्य शाक्षाक्षा वा व्यावेपां युक् इति सूत्रेण युगागमः भवति परिगणितानां धातूनां विषये। तत्सर्वम् अस्माभिः दृष्टं। तत्र एकः विशेषः धातुः पा इति धातुः आकारान्तधातुः, तस्य कृते तु लुगागमः भवति न तु पुगागमः। पै इति धातुः वस्तुतः न, अत्र तु पा इति धातुः एव, पा रक्षणे इति धातुः, तत्र पालयति इति रूपं लुगागमः भवति। लुगागमः तु तस्य वक्तव्यः इति वार्तिकेन। तत्पश्चात् तत्र वै इति धातुः शोषणे इति अर्थे अस्ति, तत्र तु एजन्तदातुः आत्वं भवति पुगागमः अपि भवति, अतः वापयति इति रूपमस्ति शोषणे इत्यस्मिन् अर्थे। परन्तु कम्पने इत्यस्मिन् अर्थे तु विशिष्टसूत्रमस्ति, वो विदूनने जुक् इति सूत्रेण जुगागमः भवति, अतः वाजयति इति कम्पनार्थे अस्ति। तत्पश्चात् ला धातोः विषये दृष्टं, लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने इति सूत्रेण तत्र लादातोः लुगागमः भवति, लालयति इति रूपं लभ्यते। तत्पश्चात् मित् केचन दातवः मितः सन्ति, तत्तु घटादिगणे मित् दातवः सन्ति, परिगणितदातवः मित् दातवः। अनन्तरं ण्यपादिगणे चुरादिगणे ण्यपादयः षट् इत्यत्र षट् दातवः मितः सन्ति, चेत् मितां ह्रस्वः इति सूत्रेण उपदायाः स्वरस्य ह्रस्वत्वं भवति निचि परे। अपि च केचन दातवः अर्थविशेषे मितः सन्ति, इत्युक्ते धातोः कश्चन अर्थः अस्ति चेत् तस्मिन् अर्थे मित् अस्ति, परन्तु अपरेषु अर्थेषु मितः न सन्ति, एतादृशदातवः अपि अस्माभिः दृष्टाः, यथा ज्ञा श्रा ग्ला इत्यादयः। तदनन्तरम् इकारान्तधातुषु सामान्यतया अचोयनिति इत्यनेन वृद्धिः भवति, अनन्तरम् एचोयवायवः इत्यनेन अयादेशः भवति इति सामान्यव्यवहारः। परन्तु तत्र विशेषधातवः अपि सन्ति, यथा क्रिञ्जीनां नौ इति सूत्रे क्रि इति धातुः, जि इति धातुः, अनन्तरम् अधिपूर्वकः इङ् अध्ययने इति धातुः, इति एतेषां धातूनाम् एचः स्थाने आकारादेशः भवति इति अत्र सूत्रार्थः। तस्मिन्नेव प्रसङ्गे प्रश्नः आगतः आसीत्, अत्र किमर्थम् एचः स्थाने इति वक्तव्यं, साक्षात् क्रीञ्जीनाम् आतः णौ इति वदामः चेत् पर्याप्तं खलु, किमर्थम् एचः स्थाने इति वक्तव्यम् इति प्रश्नः आसीत्। केनचित् उत्तरं प्राप्तं वा? नमस्ते भगिनि, उषा अस्मि। नमस्कारः, नमस्कारः भगिनि। तत्र भगिनी, तत्र ईङ् इत्यस्य ग्रहणं नास्ति, ह्रस्व इकारस्य एव ग्रहणमस्ति साहचर्यात् इत्येव मया अवगतं। तत्र ईङ् गतौ इति धातोः इत्यस्य ग्रहणं नास्ति, यतोहि तत्र जि इत्यस्य साहचर्यात् इति उक्तं, परन्तु तत्र करोति, तत्र ईङ् इति साक्षात् उक्तं खलु सूत्रे, किमर्थं साहचर्यम्? ईङ् इति साक्षात् उक्तम्, इङ्ग् अध्ययने इङ्ग् इति उक्तं, परन्तु ईङ् अपि अस्ति न, ईङ् अध्ययने अस्ति, ईङ् गतौ अपि अस्ति, ईङ् इति धातु वा? हा, ईङ् गतौ इति धातु अपि अस्ति, तस्य ग्रहणं गतौ, हा, ओहो हो, तस्य ग्रहणं मा भूत् इति किमपि उक्तं तत्र, अपि च तत्र साहचर्यात् तत् जीदातु ह्रस्वत्वम् अस्ति. कयोः साहचर्यं किञ्चित् मन्दमन्दं वदतु. कयोः साहचर्यं जी धातोः साहचर्या तत्र ईङ् ईङ् इति धातो ईङ् अध्ययने इत्येव ग्रहणमस्ति. ईङ् गतो इत्यस्य ग्रहणं नास्ति इति मया अवगतं, परन्तु एच् किमर्थम् अस्ति इति किमपि उक्तं न. तदेव अत्र अस्माकं मूलप्रश्नः खलु. तद् तदर्थमेव मया पृष्टं केनचित् चिन्तितं वा इति. तदर्थं भवती भिन्नविषयः एव उक्तवती. तत् तत् न करोतेः इति उक्तं, परन्तु तत्र करोतेः सूत्रमस्ति वा, तत्र शब्दः अस्ति वा इति मया न अवगतं भगिनि तत्र. न अत्र उत्तरं केनचित् प्राप्तं वा? तत्र किं किमपि न उक्तम्. किं प्राप्तं वा न प्राप्तं वा? किं किमपि न उक्तम्. न दृष्टं वा? गृहपाठः न कृतः वा भगिनी? अत्र अष्टाध्यायी डाट् काम् मध्ये किमपि अस्ति, परन्तु अहम् अर्थं न ज्ञातवती तस्य. अत्र न्यासः तत् परिच्छेदे अत्र एव अस्ति, अत एव वृत्तिकर्ता एचः इत्यनुवर्तितम् एवं. तर्हि तत् करोते ईङ् गतौ इत्यस्य ग्रहणं कस्मात् न विज्ञायते, उच्यते करोते तावन् सम्भवति एच इत्यधिकारात्. अत एव वृत्तिकृता एचः इत्यनुवर्तितम् वचनसामर्थ्याद्वा तस्य हि वृद्ध्यत्वात्वं सिद्धं. न एतदस्ति नियमार्थिः स्यात् आत्वमेव न पुनरपरत्वामिति. अहं न अवगतवती, अतः अहं किमपि न उक्तवती पूर्वम्. न परन्तु भवती किं किमर्थं तत् तस्मिन् परिच्छेदे किमर्थं तद् वाक्यत्रयमेव स्वीकृतवती? किं किं चिन्तितवती? एचः विषयः अस्ति, एचः विषयः अस्ति न अत्र, अतः एव एचः विषयः एव अस्ति. परन्तु अहं न अवगतवती भवती वदति. तदेव तत्र वंशी भगिनी अपि वक्तुम् इष्टवती इति चिन्तयामि. करोतेः तत्रैव अस्ति तस्य विषये. न न अत्र पश्यन्तु, मया गतवर्गे अपि उक्तमासीत् आत्मप्रकरणे किमपि उक्तमासीत् भगिनी भवत्या. तत्तु भिन्नविषयः अस्ति भगिनी, न अस्मिन् विषये न उक्तम्. अस्य तु अस्मिन् सूत्रे तु ल्यप् विषये किमपि नास्ति. तत्तु विभाषा लीयतेः इति भिन्नसूत्रस्य विषये. अत्र तु यत् विषये किमपि नास्ति खलु, अस्ति वा? यत् विषये नास्ति, नास्ति अत्र तु नास्ति. तर्हि अत्र पश्यन्तु, मया गतवर्गे अपि तत्र उक्तमासीत् आत्वप्रकरणम् इति अस्ति. एतानि सर्वाणि सूत्राणि आत्वप्रकरणे सन्ति इति मया उक्तम्. तर्हि अत्र आत्वप्रकरणे प्रथमं सूत्रमस्ति आदेशोपदेशे शिति इति सूत्रम्. तत्सूत्रं वयं पश्यामः चेत् अत्र किमस्ति, आदेश उपदेशे शिति इति सूत्रे किम् अनुवृत्तिसहितसूत्रं किमस्ति. अनुवृत्तिसहितसूत्रं वयं पश्यामः चेत् आत् एचः उपदेशे एचः आत् अशिति इति अस्ति. तर्हि तस्मात् सूत्रात् एचः उपदेशे आत् इत्येतेषाम् अधिकारः तत्र आत् इति आदेशः अस्ति. आत् इति आदेशस्य अनुवृत्तिः अस्ति. एचः अपि च उपदेशे इति अनयोः पदयोः अधिकारः अस्ति. अत्र अस्मिन् प्रकरणे एचः उपदेशे इत्यनयोः अधिकारः अस्ति. अतः आदेश उपदेशे शिति इत्यस्मात् सूत्रात् एच् अपि च उपदेशे इत्यनयोः अधिकारः वर्तते इति कृत्वा सर्वत्र अनुवर्तते, सर्वत्र अनुवर्तते. अतः एव यत्र एचः स्थाने किमपि कार्यमस्ति तत्र एव एतेषां सूत्राणां प्रसक्तिः अस्ति. साक्षात् आत्वं न भवति, यतोहि एचः उपदेशे इत्यनयोः अनुवृत्तिः वर्तते. एव विषयः अस्ति. अत्र किम् उक्तमासीत् इति चेत् करोतेः इत्यस्मात् किमर्थं न सम्भवति करोतेः इत्यत्र कृधातुः खलु, कृधातोः कृधातोः णिचि णिचिपरे कृयोगः णिच् इति स्थितौ तत्र तु क्रीङ्जिङ्गिनां नौ इति सूत्रस्य प्रसङ्गः न भवति एव, इत्युक्ते यत्र कुत्रापि तत्र सूत्रस्य प्रसक्तिः न भवति, आदेश उपदेशे शिति इति सूत्रे अपि कृधातोः प्रसङ्गः न भवति, यतोहि एचः इति उक्तं खलु, एचः स्थाने आत् इति उक्तम्, एचः इति अधिकारात् करोतेः इत्यत्र न सम्भवति, करोतेः इत्यत्र न सम्भवति यतोहि एचः इति उक्तत्वात्, अतः एव सर्वत्र वृत्तिकर्ता एचः इति अनुवर्तितं यतोहि तस्य अधिकारः वर्तते। अस्तु, परन्तु तत्र विभाषा दीयते इति तस्मिन् अधिकारे नास्ति न, तद् अग्रे पश्यामः, इदानीम् एतावत् अवगतं वा? हा, एतावत् अवगतं भगिनि, मया तावत् न अहं न अवगतवती, इत्युक्ते उपदेशे इति उक्तत्वात् कस्य उपदेशे, धातोः उपदेशावस्थायाम् इति अर्थः स्यात् वा? सत्यम्, उपदेशे इत्युक्ते धातोः उपदेशावस्थायां एचः स्थाने आत्वं भवति, यतोहि एतत्तु आत्मप्रकरणम् अस्ति इति न स्मर्तव्यं, पाणिनेः व्यवस्था कथम् अस्ति तत्र प्रकरणरूपेण एव आयोजनम् अस्ति खलु, एकस्मिन् प्रकरणे एकविधकार्यं भवति, अत्र अस्मिन् प्रकरणे आत्वम् इति कार्यमस्ति, आत्वम् इति कार्यं कस्य स्थाने इति चेत् एचः स्थाने एव कार्यम्, अतः एचः इति अधिकारः अपि वर्तते अस्मिन् प्रकरणे, अस्मिन् प्रकरणे यानि सूत्राणि तत्र दश वा द्वादशसूत्राणि सन्ति खलु, सर्वत्र एचः एचः एचः इत्यस्य अनुवृत्तिः वर्तते। तर्हि उपदेशावस्थायामेव तादृशधातुः अथवा कोऽपि प्रत्यय अथवा किमपि उपदेशावस्थायामेव एचः भवेत्, तादृश एचः एव प्रत्ययः नास्ति खलु, न प्रत्ययः नास्ति, अत्र धातुः न, सर्वत्र धातुः एव, सर्वत्र धातुः एव, उपदेशावस्थायां यः धातुः एजन्तः अस्ति इति प्रथमं सूत्रे उक्तम्, परन्तु अग्रिमेषु सूत्रेषु उपदेशावस्थायाम् एचः इति अनुवर्तते, परन्तु उपदेशावस्थायाम् एचः इति नास्ति, तत्र वयं पश्यामः चेत् क्रीञ्जीनां नौ इत्यत्र उपदेशावस्थायाम् एचः नास्ति, तत्र नास्ति। तर्हि आनीतमस्ति इदानीम् एच् अवस्था क्रीन् इत्यस्मात् आनीतमस्ति खलु, आनीतम् इत्युक्ते आदेशोपदेशति अधिकारः अस्ति इति खलु, एचः इत्यस्य अधिकारः अस्ति इति कृत्वा सर्वत्र अनुवर्तते, तदेव अधिकारसूत्रस्य प्रयोजनमस्ति खलु, आदेश उपदेशशिति इति सूत्रम् अधिकारसूत्ररूपेण अपि कार्यं करोति अस्मिन् प्रकरणे। हा, तर्हि इदानीम् अचून्यनिति इत्यनेन एव क्रै इति रूपं साधितं खलु, तस्य एव ओके, तस्य एव एचः तत्रैव ऐकारः प्राप्यते खलु, आकारादेशः अत्र अनुपदेशार्थम् आरम्भः, यतोहि यद्यपि उपदेशः इत्यस्य अधिकारः वर्तते, सर्वत्र उपदेशः इति अनुवर्तते, परन्तु कुत्रचित् यत्र न सङ्गच्छते तत्र तु न स्वीकर्तव्यं खलु, अत्र तु उपदेशः इति न स्वीकर्तुं शक्यते, यतोहि उपदेशावस्थायाम् एचः इति नास्ति खलु, अत्र नास्ति तदेव, अतः अनु उपदेशार्थम् आरम्भः अत्र आरम्भः इति उक्तं, यद्यपि उपदेशः इत्यस्य अधिकारः अस्ति परन्तु अत्र न सङ्गच्छते इति कृत्वा न स्वीकुर्मः, इत्युक्ते अधिकारसूत्रम् अस्ति चेत् सर्वत्र अनुवर्तते इति एव नास्ति, यथा कारकप्रकरणे एकं सूत्रमस्ति, प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथम इति सूत्रं, तद् सूत्रं यद्यपि कारक अधिकारे वर्तते तथापि कारके इत्यस्य अनुवृत्तिः तत्र नास्ति, तर्हि तत्रापि वयं प्रष्टुं शक्नुमः कारके इति अधिकारे एव सर्वाणि सूत्राणि सन्ति, अतः कारके इत्यस्य अनुवृत्तिः सर्वत्र भवेत् खलु इति वयं प्रश्नं कुर्मः चेत् तदानीम् उत्तरमस्ति यत् तत्र न आवश्यकं, प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रे कारकम् इत्यस्य आवश्यकता न वर्तते, अतः तत्र न अनुवर्तयामः। यत्र आवश्यकं तत्र अनुवर्तयामः, परन्तु अधिकारसूत्रम् इत्युक्ते यस्य अनुवृत्तिः बहुषु सूत्रेषु भवति तदेव अधिकारसूत्रम्। तर्हि सर्वत्र अनुवर्तते वा इति चेत् तत्र तत्र द्रष्टव्यं भवति आवश्यकं वा न वा इति। एवम् अत्र क्रिञ्जीनां नौ इत्यत्र एचः इति अधिकारस्य आवश्यकता वर्तते, परन्तु उपदेशः इत्यस्य आवश्यकता नास्ति, यतोहि उपदेशावस्थायाम् एचः इति नास्ति खलु। अपि च तत्सूत्रेण आत्वं न आनीयते अत्र, क्रिञ्जीनां नौ इत्यनेन एव आत्वमपि आनीयते इति कृत्वा तत्र तत्र आदेश उपदेशशिति इति सूत्रेण न प्राप्तमिति कृत्वा एव नूतनसूत्रस्य आरम्भः खलु। नूतनसूत्र आरम्भः किमर्थम्? यतोहि पूर्वेण सूत्रेण न प्राप्तम्। किन्तु किमर्थं न प्राप्तम्? उपदेशे इति नास्ति, उपदेशे इति नास्ति गते सप्ताहे। अस्तु, तदेव गते सप्ताहे वंशी भगिन्या एव पृष्टम् इति चिन्तयामि। अचोञ्जनिति विहाय एव क्रिञ्जीनां नौ इति किमर्थं न करोति इति कः प्रश्नः आसीत् खलु, तत् तत् सोपानं विहाय न भगिन्याः प्रश्नः तदेव, तत्र एचः इति किमर्थं वक्तव्यं? साक्षात् ईकारस्य स्थाने ईकारस्य आकारादेशः आनीतुं शक्यते खलु इति प्रश्नः अस्ति। तदर्थम् अत्र उक्तमस्ति एचः इति अधिकारात्, एचः इति अधिकारात् अतः एचः इति अनुवर्तते एव, अतः एचः स्थाने एव। तदर्थम् एचः आनीतव्यम् इदानीम्, एचः स्थानम् अस्तु, एचः इति अधिकारात् तदर्थमेव वृत्तिकर्ता एचः इति अनुवर्तितम्। अवगतवती। तस्य अनुवृत्तिः आवश्यकं नास्ति तदेव उक्तं वंशी भगिनेन। कस्य अपि अनुवृत्तिः न आवश्यकम्? एचः, एचः इति अधिकारः तत्र क्रिङ्गीनाम् आत्नौ, तत्र एचः इति अधिकारः आनीतुं न आवश्यकं किल? किमर्थं न आवश्यकम् इत्युक्ते अचोयनीति इत्यस्य कार्यं मास्तु इति वदति वा? साक्षात् क्रिङ्गीनां नौ इत्यनेन एव आत्वं, तर्हि इदानीम् अचोयनीति अपि च क्रिङ्गीनां नौ, अचोयनीति इत्यस्य सङ्ख्या का? तदेव प्रश्नः आसीत् खलु, तदर्थमेव उक्तम् अत्र अत्र अधिकारस्य आवश्यकता नास्ति इत्युक्ते अत्र सर्वत्र एचः इति अनुवर्तते इत्युक्ते अस्मिन् सूत्रे एचः इत्यस्य आवश्यकता नास्ति इति उक्त्वा अग्रिमे सूत्रे तस्य अनुवर्तनं न शक्यते, यतोहि क्रिञ्जीनां नौ इत्यत्र अनावश्यकम् इति उक्त्वा तदनन्तरं सिद्ध्यते अपारलौकिकेः अपारलौकिके इत्यत्र एचः इति न वक्तुं शक्यते खलु। अत्र क्रिञ्जीनां नौ इत्यत्र उपदेशः इत्यस्य अनुवृत्तिः भवति चेदपि न सङ्गच्छते, पश्यति वा? अत्र न सङ्गच्छते, उपदेश अवस्थायाम् एचः एजन्तः एव नास्ति, अतः स्वीकर्तुं न शक्यते, इट् इस् नाट् बै चाय्स्, न सङ्गच्छते इति न स्वीकर्तव्यं, परन्तु एचः इति न सङ्गच्छते इति नास्ति खलु। एचः इति सर्वत्र अस्मिन् प्रकरणे सर्वत्र अनुवर्तते, अतः केवलम् अस्मिन् सूत्रे मास्तु इति न वक्तुं शक्यते। यदि अत्र मास्तु इति वदति चेत् अग्रिमसूत्रे अपि न स्वीकर्तुं शक्यते, भगिनी केवल अधिकारसम्बन्धे च वा कोऽपि परिभाषा अपि अस्ति अत्र कोऽपि? साधारणतया परिभाषा सर्वथा अत्र परिभाषा मया न दृष्टं, परिभाषा इति किमपि नास्ति तत्र इत्युक्ते तत्र इत्युक्ते तत्र पूर्वस्मिन् काले तु स्वराः भवन्ति सूत्रेषु, अत्र स्वराधारेण अधिकारसूत्रं वा इति अवगन्तुं शक्यते, स्वरितेन अधिकारसूत्रं ज्ञातुं शक्यते स्वरितस्वरेण। तर्हि यत्र स्वरितस्वरः वर्तते तत्र तु अधिकारसूत्रम् इति अवगन्तुं शक्यते, परन्तु अद्यत्वे तु तादृशं किमपि नास्ति खलु सूत्रपाठे, वयं तु न पश्यामः खलु, प्रायः मातुः पुस्तके कुत्रचित् अस्ति एवं तत्र स्वरसहितसूत्रपाठः, परन्तु यत् पुस्तकम् अस्माकं पार्श्वे अस्ति तत्र तु स्वरसहितपाठः नास्ति, अतः किं सूत्रम् अधिकारसूत्रम् इति वयं तु न अवगन्तुं शक्नुमः. अपि च कृदतिङ् इति एकं सूत्रमस्ति खलु, कृदतिङ् इति एकं सूत्रं, तस्मिन् सूत्रे कृदतिङ् इति सूत्रं तत्र संज्ञा विधीयते खलु, संज्ञा विधीयते, तिङ् भिन्नप्रत्ययः कृत्संज्ञकः इति संज्ञा विधीयते. तत्र तद् सूत्रमपि संज्ञासूत्रमपि तत्र अधिकारसूत्रेण वयं प्रयोक्तुं शक्नुमः इति भाष्यकारस्य अभिप्रायः वर्तते तत्रापि. अतः सर्वत्र अधिकारसूत्रम् इत्युक्ते किमपि न करोति एवमेव तिष्ठति इति नास्ति, कुत्रचित् एतादृशमपि भवितुमर्हति. संज्ञासूत्रमपि अधिकारसूत्रं भवति, अपि च यत्र आदेश उपदेशशीति इत्यत्रापि अधिकाररूपेण कतिचन पदानि स्वीकृतानि वर्तन्ते इत्यपि अस्ति, वैचित्र्यं वर्तते अधिकारस्य विषये. भगिनि, केवलं चिन्तनार्थम्, एतत् अर्थिह्रीव्ली क्नुयी क्ष्मायातां पुग्णौ इति सूत्रम् एतेषु धातुषु अर्थिह्रीव्ली री क्नुयी क्ष्मायी एतेषां धातुषु अपि च आताम् तत्रापि पुगागमः इष्यति. तर्हि क्रीयिङ् जि तेषामपि गणना तस्मिन्नेव सूत्रे स्यात् खलु इति चिन्तयितुं शक्नुमः. इत्युक्ते अर्ति ह्रीव्ली रि क्नुयि क्ष्मायि एतेषां एतैः एतेन धातुना सह एतैः धातुभिः एते क्री इङ् जि एतेषामपि, परन्तु तदानीं क्रीप् इति रूपं भवति खलु, न तु क्राप् नास्ति, क्रेप् तत्र सर्वत्र ह्रेपयति इति तदेव अहं वक्तुम् इच्छामि. तत्र सर्वत्र सुगन्धलघुपतस्य श अथवा गुणकार्यमेव न वदतु कथं भवति इति प्रतिपादयतु. न अहं वक्तुम् इच्छामि यत् तत्र सर्वत्र अर्ति ह्रीव्ली तत्र सर्वत्र गुणकार्यं सम्भवति, ततः परं पुगागमः भवति, किन्तु अत्र क्रीयिङ् तेषां कृते तु क्रापयति इति पुगागमः इच्छति, तथापि अत्र गुणवृत्तिकार्यमेव भवति प्रायः, तदर्थमेव अस्मिन् गणे न परिगणितम् इति चिन्तितवती. सत्यं, समीचीनं चिन्तनम्. तत्र अर्थिग्रीवि पुगागमः तु अत्र अपेक्षितः, तदर्थमेव अत्वं क्रियते. तर्हि अर्थिग्रीवि रीक्नुयि इत्यत्र एव योजयितुं शक्नुमः वा इति चेत्, इत्युक्ते तत्र यदा तत्र वृद्धिकार्यं भवति, न यदा वृद्धिकार्यं तत्र लिच्छप्रत्यये परे वृद्धिकार्यं गुणकार्यं बाधते खलु, गुणकार्यं बाधते, अतः क्रियोगः णिच् इति स्थितौ क्रैयोगः णिच् इति भवति. क्रैयोगः णिच् इति स्थितौ तत्र पुगागमः कथं भवति? तत्र उपदेश अवस्थायां नास्ति, आत्वं न भवति, अतः तत्र सूत्रम् आवश्यकमस्ति. इदानीम् अतिह्रीव्रि इत्यनेन न भवितुमेव अर्हति. सत्यं, पुगागमः न भवितुमर्हति खलु, तत्र तस्मिन् सूत्रे किं वक्तव्यं? तत्र तु अन्य यत्र आत्वं नास्ति तेषां पृथक्तया उक्तं खलु, अर्ति ह्री व्लि इति पृथक्तया एतेषां योजयितुं न शक्यते, रूपं न सिद्ध्यति, रूपं न सिद्ध्यति, तदर्थं नूतनसूत्रं कृतं. तत्र सर्वत्र गुणकार्यं भूत्वा ततः परं पुगागमः जातम्. अत्र सर्वत्र गुणकार्यं भूत्वा इति नास्ति, कुत्र सर्वत्र गुणकार्यं, ऋ इति धातुः अस्ति, ऋ धातोः किं भवति? ऋयोगः णिच् आर् इति भवति खलु, आर् भवति, ततः परम् आर् किं भवति रूपम्, सर्वत्र गुणकार्यमेव भवति वा तत्र? सर्वत्र गुणकार्यम् इत्युक्ते पुबन्धलघुपतस्य च भवति, तथापि अत्र लघु उपधायां लघु उपत लघु इक् नास्ति, तथापि अत्र गुणकार्यं भवति इति मम तत्तु तत्र तु पुगन्तम् अस्ति इति कृत्वा पुगागमः प्रथमतया भवति खलु, पुगागमः प्रथमतया भवति, ऋयोगः सर्वत्र पुगागमः प्रथमतया भवति, यतोहि पुगागमः नित्यसूत्रमस्ति, पुगागमः तत्र अर्तिह्रीव्लीक् नूयि इत्यनेन पुगागमः भवति प्रथमतया, अतः क्रीप् क्रीप् योगः णिच् इति भवति. इदानीं पुगन्तम् अङ्गमस्ति, पुगन्तम् अङ्गमस्ति इति कृत्वा पुगन्तलघुपदस्य च इत्यनेन हेपयति इति रूपं भवति. सर्वत्र पुगागमः प्रथमतया भवति, अर्ति सर्वत्र अर्ति ह्री ली री नुयि श्मायि इत्यत्र सर्वत्र पुगागमः प्रथमतया भवति. तत्पश्चात् उपदायाम् इक् वर्णः अस्ति चेत् गुणः भवति. परन्तु अत्र क्रीङ् क्रीङ् इत्यत्र तादृशगतिः नास्ति खलु, क्रीप् इति प्रथमतया भवति, अनन्तरं गुणकार्यं भवति चेत् क्रेपयति इति रूपं लभ्यते, तत्तु न इष्टम्. क्रीप् योगः णिच् क्रेपि इति भवति, क्रेपि क्रेपयति इति, परन्तु तत्तु इष्टरूपं नास्ति. हा नास्ति, तदर्थमेव वृद्धिकार्यमेव इष्यति इत्यनेन इति कारणात् पृथक्तया उक्तं वा इति सत्यम् इति रूपं न सिद्ध्यति. रूपं न सिद्ध्यति चेत् तत्र योजनेन कः लाभः? सत्यं खलु. आम् रूपं न सिद्ध्यति चेत् योजनेन लाभः नास्ति, अतः पृथक्तया कृतं, सत्यमेव. अस्तु, को अन्य कोऽपि प्रश्नः अस्ति वा? नो चेत् अग्रे गच्छामः. गतवर्गे ये च विषये अपि च एषः स्थाने इति उत्तरं नास्ति वा? तत्र अनुवृत्तिसहितसूत्रं पठतु भवती एव एकवारं. विभाषा लियतेः आत् एचः ल्यपि, तत्र एचः विषये इति उक्तम्, एषः स्थाने नास्ति, तत्र तत्र विकल्पेन आत् समादेशो भवति एचः विषये. तत्र विभाषा इति उक्तं लियते इति आत्वं विभाषा इति उक्तम् इति कारणेन अचोन्यति इति सूत्रेण वृद्धि भवति वा लै भवति, तदं तत्र एचः भवति, तदनन्तरम् आत्वं भवति वा? किमुक्तं न जानामि भगिनि. मया पुनः बुद्धं किम् उक्तवती इति. अस्तु अस्तु, अन्य केनचित्? अत्र वृद्धि वृद्धि जायमाना तु पूर्वमेव ईकारः ईकारस्य स्थाने आकारादेशः भवति इति विशिष्टमस्ति. अतः एव एचः विषये इति उक्तं वा? ली इत्यस्य साक्षात् वृद्धिजायमानात् पूर्वमेव ईकारस्य स्थाने आकारादेशः भवति इति कारणात् अत्र एचः विषये इति उक्तं. पूर्वं तु ऐ ऐ एचः इति आनीतम् अचोञ्जनिति इत्यनेन, अत्र तु तथा नास्ति इति वैशिष्ट्यं भवति वा? न, किमर्थं एकक्षणम्, एचः विषये इति किमर्थं वक्तव्यं? भवती किं वदति, किं वदति इति न अवगतम्. पूर्वं तु एचः स्थाने इति उक्तत्वात् एच् इति स्थानम् आनीतमस्ति अचोनिति इत्यनेन, अत्र तथा नास्ति. अत्र ली इति ली योगणिच् इति अस्ति चेत् लै इति साक्षात् भवति, तत्रापि भवति क्री इत्यत्र कै इति साक्षात् भवति खलु, किमर्थं साक्षात् न भवति? अचोञ्जनिति इत्यनेन भवति, अत्र विभाषा लीयते इत्यनेन एव अचोन्यति इति यदि भवेत् यदि अचोन्यति कार्यं करोति चेत् अतः तत्र एकस्मिन् तु अचोन्यति लि इत्यस्य साक्षात् आकारः भवति इति ईकारस्य स्थाने आकारः अचोन्यति इत्यनेन एचः न नीत्वा फस्ट् स्टेप् प्रथमसोपानमेव आकार पुनः तत्र तदेव प्रश्नः एचः न नीत्वा इति प्रश्नः एव न वदति अधिकारः इति उक्तं खलु एचः इत्यस्य अधिकारः अस्ति अतः अत्र एचः इति न नीत्वा इति न वक्तुं शक्यते कार्यं करोति चेत् अत्र तत्र करोति भगिनि एकस्मिन् स्थले तु करोति न लि इत्यस्य लै भवति अचोन्यते एकस्मिन् पक्षे न भवति एकस्मिन् पक्षे न भवति एकस्मिन् पक्षे भवति यदि न वदति पक्षे हा एकस्मिन् पक्षे अचोयनीति इत्यस्य कार्यं भवति अतः तत्र तु न भवति अन्यस्मिन् पक्षे यत्र अचोयनीति इत्यस्य कार्यं नास्ति तत्र तत्र एव रूपसाधना तत्र एचः विषये इति उक्तं वा यतोहि तत्र विकल्परूपम् इष्यते अतः तेन कारणेन विकल्परूपम् इष्यते इति तेन कारणेन किम् विभाषा इति अस्ति न तत् रूपद्वयम् इष्यते न इदानीम् अत्र प्रथमतया प्रश्नः अस्ति विभाषा लीयते इति सूत्रार्थः कः अस्माभिः अवगम्यते वा सूत्रार्थः विभाषा लीयते आत् एचः ल्यपि इति उक्तम् ल्यपि उपदेशे इति अनुवर्तते उपदेशे इति अनुवर्तते हा सत्यम् उपदेशे इति अनुवर्तते तर्हि उपदेश अवस्थायां ली धातुः एजन्तः अस्ति वा नास्ति खलु एजन्तः नास्ति यथा क्रीञ्जीनां नौ इत्यत्र उपदेश अवस्थायां धातुः एजन्तः नास्ति सत्यं तत्र आत्वार्थं पृथक्तया सूत्रं कृतम् अत्र विभाषा लीयतेः इत्यत्र इत्यत्रापि उपदेशावस्थायां धातुः एजन्तः नास्ति परन्तु न एकक्षणम् उपदेशावस्थायां धातुः एजन्तः नास्ति परन्तु अत्र परनिमित्तं नास्ति खलु अस्मिन् सूत्रे परनिमित्तं किमपि अस्ति वा विभाषा लीयते इत्यत्र परनिमित्तं किमपि अपेक्षितं वा ल्यपि इति उक्तं हा ल्यपि इति एकमस्ति ल्यप् विहाय अपि सूत्रस्य कार्यं भवति खलु अस्तु अत्र कार्यद्वयं वर्तते एकं तु ल्यप् विषये अपि च अन्यत्तु एच् विषये एच् विषये तर्हि इदानीं प्रश्नः अस्ति एचः इति किमर्थमत्र एचः इति वक्तव्यं यतोहि क्रीञ्जीनां नौ इत्यत्रापि उपदेशावस्थायाम् एजन्तः नास्ति अत्रापि उपदेशावस्थायाम् एजन्तः नास्ति अतः साम्यं वर्तते तस्मिन् सूत्रे तु एचः विषये इति न उक्तं परन्तु अस्मिन् विषये एचः विषये इति वक्तव्यं किमर्थम् अपि च क्रीञ्जीनां नौ अपि च विभाषा लीयते अनयोः भेदः अस्ति वा एकं तु नित्यसूत्रमस्ति एकं तु विकल्पसूत्रमस्ति नित्यसूत्रं विकल्पसूत्रमस्ति अन्यत् किमपि परनिमित्तम् अस्ति परनिमित्तं नास्ति उत्तमं क्रीञ्जीनां नौ इत्यत्र परनिमित्तम् अस्ति नौ इति परनिमित्तम् अस्ति अतः तत्र एते क्री इङ् जी इति एतेषां धातूनाम् एचः स्थाने आत्वं भवति नौ परे इति सूत्रार्थः आगतः तत्र यत्र एजन्तत्वं प्राप्यते प्रक्रियायां तदानीम् आतो आदेशः भवति. अत्र उपदेशे इत्यस्य अनुवृत्तिः नास्ति इत्यत्र इत्यपि भेदः अस्ति. क्रीञ्जीनां नौ इत्यत्र उपदेशे इत्यस्य आवश्यकता नास्ति, यतोहि उपदेशवस्थायाम् एजन्तः नास्ति. अत्र विभाषा लीयतेः इत्यत्र परनिमित्तं नास्ति इति एकः भेदः. अत्र उपदेशे इत्यस्य अनुवृत्तिः अस्ति, उपदेशे इत्यस्य अनुवृत्तिः अस्ति, एच् इत्यस्य अपि अनुवृत्तिः अस्ति. तर्हि इदानीम् अत्र एचः स्थाने उपदेशे एचः स्थाने आत्वं भवति विकल्पेन इति वक्तुं शक्यते वा? उपदेशे एचः स्थाने आत्वं किमर्थं न? तत्र उपदेशे ईकारस्य स्थाने एव आत्वं भवति. न, हा, उपदेशे ईकारः एव अस्ति, न तु एजन्तः खलु. अतः उपदेशे एचः स्थाने इति वक्तुमेव न शक्यते. क्रीञ्जीनां नौ इत्यत्र एचः स्थाने इति वक्तुं शक्यते, अत्र तु एचः स्थाने इति वक्तुं न शक्यते. तर्हि अत्र प्रश्नः उदेति, किमर्थम् अस्मिन् सूत्रे उपदेशः इति आवश्यकम्? क्रीञ्जीनां नौ इत्यत्र उपदेशः इति अनावश्यकम् इति उक्त्वा त्यक्तम्. एवमेव अत्रापि उपदेशः इति मास्तु. उपदेश आवश्यकता अस्ति ईकार उपदेशे अस्ति चेत्. ईकार उपदेशः अस्ति, एजन् एचः एच् वर्णः तु उपदेशः उपदेशे नास्ति. अतः अत्र एचः स्थाने आत्वम् इति वयं वदामः चेत् उपदेशे इति पदमेव मास्तु. एचः स्थाने आत्वम् इति वदामः चेत् को दोषः? उपदेशे नास्ति इति न, उपदेशे इति पदमेव मास्तु. क्रीञ्जीनां नौ इत्यत्र यथा उपदेशः इति त्यक्तं, तथैव अत्रापि उपदेशः इति पदं मास्तु. तर्हि इदानीं ली धातोः आत्वम् एचः स्थाने आत्वम् इति वदामः चेत् को दोषः? एकमेव रूपं द्वितीयरूपं एकमेव रूपं लभ्यते खलु. एकमेव रूपं लभ्यते, परन्तु अत्र रूपद्वयम् इष्यते खलु. यदि अचोयिनिति इत्यस्य कार्यम् अत्र भवति तर्हि लययोगः णिच् इति स्थितौ इदानीम् एचः स्थाने विकल्पेन आत्वम्, अत्र विकल्पेन आत्वम् इति भवतु. तर्हि ऐकारस्य विकल्पेन आत्वम् एकस्मिन् पक्षे आत्वम् अन्यस्मिन् पक्षे आत्वं नास्ति इति भवतु. तदानीं रूपद्वयं लभ्यते खलु. यदि आत्वं नास्ति तर्हि लि एव भवति न तत्र? न न, अचोयनिधि इत्यस्य कार्यं प्रथमं भवति. अस्तु, अचोयनिधि इत्यस्य कार्यं भवति लै योगः निच्च. इदानीं विकल्पेन आत्वम् एचः स्थाने आत्वं, तर्हि लायोगः निच् इति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे लै योगः निच्च. तर्हि तत्र लाययति इति रूपं, यस्मिन् पक्षे आत्वं भवति तर्हि तत्र लीलोर्नुग्लुकाव् इत्यनेन तत्र किं लुगागमः भवति. तर्हि लालयति इति एकं रूपं, तर्हि रूपद्वयं सिद्ध्यति खलु. तत्र पुगागमः एव इष्यति इति कारणात् आकारान्तधातुः इति कृत्वा तत्र पुगागमः इत्यपि इष्यते. पुगागमः इत्यपि इष्यते, तत्तु तदपि लभ्यते खलु. पुगागमः अपि लभ्यते, यतोहि लीलोर्नुग्लुकाव् अन्यतरस्यम् इति विकल्पेन अस्ति. त्रीणि रूपाणि भवति वा? चत्वारि रूपाणि भवन्ति तत्र. चत्वारि, ओके. विभाषालीयतेः अपि च लीलोर्नुग्लुकाव् अन्यतरस्याम् इति सूत्रद्वयं स्वीकृत्य चत्वारि रूपाणि भवन्ति. कथमिति करपत्रे प्रदर्शितं पश्यामः. तत्र स्नेहविपातने इति इत्यस्मिन् अर्थे एव भवति न लीलोर्लुक् लुक् अन्यतरस्याम्? अस्मिन् अर्थे एव श्लेषणे तत्रापि अन्यतरस्यां दत्तं खलु. हा तद् तदेव यत् प्रश्नः यः प्रश्नः भवत्याः पृष्टः वंशी भगिनी तस्य उत्तरमेव करपत्रे अस्ति. धातोः अनेकार्थाः सन्ति इति उत्तरमस्ति. परन्तु इदानीमपि अस्माकं समाधानं न लब्धं. विभाषालीयतेः इत्यत्र एचः विषये इति किमर्थं वक्तव्यम्? एचः स्थाने इति वदामः चेत् रूपसिद्धिः भवति वा? अत्र तु भगिनी अन्यस्मिन् अत्र तु परनिमित्तं नास्ति अतः नौ इति न आवश्यकं खलु. अन्येषां प्रत्ययानां कृते तु एचः भवति न भवति इति विकल्पः भवितुमर्हति. तत्र यदि वयं तुमुन् प्रत्यय स्वीकुर्मः तदा किं भवति? लातुम् इति भवति वा? लातुम् इति भवति, विकल्पेन भवति. अन्यथा लेटुम् इति भवति वा? योगः तत्र ईडागमः भवति वा? ली धातोः ली धातुः सेट् वा नीत्वा लीशेषणे अनित् अस्ति अतः तत्र लेतुम् इति रूपं. लेतुं लातुं द्वयोः विभाषा इत्यनेन भवति वा? इदानीं पश्यन्तु अत्र विषयद्वयमस्ति. एकं तु ल्यपि विषये इति अस्ति. अत्र एचः स्थाने इति वयं वदामः चेत् ल्यपि विषये सम्भवति वा? उपदेशे एचः स्थाने आत्वम् इति वदामः चेत् तत्र ल्यपि विषये सम्भवति वा? तत्र सूत्रे एव अस्ति लीयते इत्यत्र तत्र यकारः ल्यप् इत्यस्य यकारः इति वा? न न न न न न न ल्यप् इत्यस्य कारणं लीयते यक् यक् तत् कथमस्ति अस्ति इति करपत्रे दत्तमस्ति पश्यामः. यप् ल्यप् विषये नास्ति अत्र. ल्यप् विषये उपदेशावस्थायां ली धातोः एजन्तत्वं लभ्यते वा? किमर्थं न लभ्यते? उपदेशावस्थायां तु ये ल्यप् प्रत्ययः ल्यप् एव न विधीयते खलु. ल्यप् कदा विधीयते? उपसर्गेन. यदि उपसर्गमस्ति चेत् उपसर्गः अस्ति चेत् तत्र किं भवति? इदानीं तत्र ली योगः ली त्वा प्रत्ययस्य उपदेशली उपदेशावस्थायां ली धातुतः त्वा प्रत्ययः विधीयते प्रथमतया. वियोगः लीयोगः त्वा प्रत्ययः एव विधीयते. तत्पश्चात् तत्र आदेशः भवति, यप् इति आदेशः भवति. समासे नञ् पूर्वो यप् इति सूत्रमस्ति खलु, जानन्ति वा? सर्वत्र समासे नञ् पूर्वे त्वा त्वो त्वो ल्यप् इति सूत्रम्. अनेन सूत्रेण त्वास्थाने ल्यबादेशः भवति. ल्यबादेशः भवति, ल्यप् इति प्रत्ययः नास्ति आदौ, केवलम् आदेशः अस्ति. त्वाप्रत्ययस्य स्थाने आदेशः भवति, ल्यबादेशः भवति. तर्हि इदानीं यदि ल्यबादेशः भवति तर्हि तत्र तु एजन्तत्वम् उपदेशावस्थायां तु न लभ्यते एव. यतोहि उपदेशावस्थायां ल्यप् प्रत्ययः एव न भवति. तदर्थमेव अत्र किमुक्तम् इति चेत् पश्यन्तु, उपदेशः इति अनुवृत्तेः प्रागेव प्रत्योत्पत्तेः आत्वेन भवितव्यम् इति. अत आत्वविधानकाले ल्यपः परत्वं न सम्भवति. तस्मात् ल्यपि इति विषयसप्तमी इति विज्ञायते ल्यप् विषये इति. इत्युक्ते तत्र सूत्रे उपदेशावस्थायाम् इति उक्तम्, धातोः उपदेशावस्थायाम् इति उक्तं, तर्हि तत्र प्रत्ययस्य उत्पत्तेः प्राक् अत्र परनिमित्तं किमपि नास्ति अस्मिन् सूत्रे. अतः धातोः उपदेशावस्थायाम् एव आत्वं भवति इति सूत्रार्थः अस्ति. परन्तु ल्यप् विषये उपदेशावस्थायां ल्यप् प्रत्ययः नास्ति एव, इत्युक्ते प्रत्ययस्य विवक्षायाम् आत्वं भवति, परन्तु ल्यप् इति प्रत्ययः एव नास्ति, ल्यप् इति न सम्भवति एव. आत्वविधानकाले ल्यप् परः न सम्भवति एव, यतोहि तत्र त्वाप्रत्ययः एव भवति. अतः ल्यप् विषये इति उक्तं, यदा उपदेशकाले धातोः यदो यत्र त्वा इति प्रत्ययस्य विवक्षा अस्ति, इदानीं वियोगः लि इति धातोः त्वा इति प्रत्ययस्य विवक्षा वर्तते, तदानीं ली धातोः आत्वं भवति अनेन सूत्रेण विकल्पेन. तस्मिन् प्रसङ्गे तु तत्र त्वा इति प्रत्ययः एव नास्ति. अतः ल्यप् विषये कथं साधयितुं शक्नुमः इति चेत्, तत्र ल्यप् विषये इति उक्तम्, इत्युक्ते ल्यप् इति परः नास्ति, परन्तु ल्यप् विषये धातोः उपदेशावस्थायाम् आत्वं भवति इति ल्यप् विषये अस्ति. एतावत् अवगतं वा? विकल्पेन अतः विलाय इति रूपं लभ्यते. विकल्पेन विलाय न तु विकल्पः नास्ति चेत् विलीय इति न वि इति न भवति तदानीं वि इति भवति चेत् न विभाषा इति आत्वं विकल्पेन भवति. सत्यं वियोगः लि इदानीं तत्र ल्यप् तदानीं आत्वं भवतिलाय भवति चेत् विलीय इति भवति. विलीय सत्यं विलीय इति भवति, तत्र गुणनिषेधः, अतः विलीय इति रूपं लभ्यते. तत्र परनिमित्तं नास्ति इति कृत्वा एचः स्थाने इति नास्ति, एचः विषये इति उक्तं, विषयसप्तमीरूपेण उक्तं, यतोहि ल्यप् प्रत्ययः परः न सम्भवति. अनन्तरं ल्यप् विहाय अनुवर्तते खलु, ल्यप् इति अनुवर्तते पूर्वस्मिन् मीनाति मीनोति दीङ्गां ल्यपि च इत्यस्मात् पूर्वस्मिन् सूत्रे अपि एवमेव अस्ति. ल्यप् विषये इति एव अस्ति पूर्वस्मिन् सूत्रे अपि. तत्र मीन तत्र मीङ् मीङ् डुमिङ् इति तत्र दातवः केचन दातवः सन्ति, तत्र मीनाति मीनोति दीङ्गां मिया हिंसायां डुमि प्रक्षेपणे दीङ् क्षये इत्येतेषां धातूनां ल्यप् विषये आत्वं भवति. तत्रापि प्रत्योत्पत्तेः प्राक् एव भवति इति तु तत्र ल्यप् विषये अस्ति. इदानीं ल्यप् विहाय अन्यत्र यथा अत्र निच् इत्यादिषु स्थलेषु तत्र किमर्थम् एचः विषये इति वक्तव्यं? तत्र तु एचः स्थाने इति वक्तुं शक्यते खलु. इति चेत् तत्र किमस्ति इति चेत् एचः स्थाने इति वयं वदामः चेत् तत्र अचोयणिति इदानीं निच् प्रसङ्गे अचोयणिति इत्यस्य कार्यं यदा भवति तदानीम् एचः इति लभ्यते. तदानीम् एचः स्थाने आत्वं भवति इति वयं वदामः चेत् तत्र क्लेशः भवति. किमर्थं क्लेशः इति चेत् पश्यन्तु, तत्र इदानीं वि लि योगः निच् इति स्थितौ अचोयणिति इत्यत्र इत्यनेन वृद्धिः, लै योगः णिच्. इदानीं लै योगः णिच् इत्यत्र विकल्पेन आत्वं भवति इति वयं वदामः चेत् तदानीं तत्र निजन्तप्रसङ्गे तु रूपसिद्धिः भवति. परन्तु अस्मिन् सूत्रे उपदेशे इति अपि अनुवर्तते खलु, उपदेशे इत्यस्य आवश्यकता वर्तते. उपदेशावस्थायाम् एजन्तत्वं तु न लभ्यते, अतः एचः स्थाने इति वक्तुं न शक्यते एव. एचः स्थाने इति वक्तुं न शक्यते एव. उपदेश अवस्थायां इत्युक्ते उपदेशावस्थायां यत्र अग्रे गत्वा एजन्तत्वं लभ्यते, अग्रे गत्वा एजन्तत्वं लभ्यते तत्र गुणकार्येण वा वृद्धिकार्येण वा यथा कथञ्चिदपि यत्र लीयोगः निचिति स्थितौ यत्र अग्रे गत्वा एजन्तत्वं लभ्यते तादृश अवस्थायाम् एव तत्र आत्वं भवति इति सूत्रार्थः. किमर्थं तादृश अवस्थायामेव आत्वम् आवश्यकम् इति चेत् इदानीं पश्यतु ली ली इत्यत्र तत्र एकं सूत्रमस्ति एरच् इति एकं सूत्रमस्ति. तत्र किम् उक्तम् इति चेत् ईवर्णान्तधातोः अच् प्रत्ययः भवति इति उक्तम्. ईवर्णान्तधातोः अच् प्रत्ययः भवति इति उक्तम्. इदानीं ली धातुः ईवर्णान्तः अस्ति, ईवर्णान्तः अस्ति तर्हि तत्र अच् प्रत्ययः भवेत्, घै घै प्रत्ययस्य अपवादरूपेण अच् प्रत्ययः भवेत्. परन्तु इदानीं ली धातोः विषये अच् प्रत्ययः न विवक्षितः, न विवक्षितः. तत्र कथं निवार्यते इति चेत् उपदेश अवस्थायामेव ली धातोः आत्वं भवति. इदानीम् आकारान्तं जायते विकल्पेन, यदा आकारान्तं जायते तदानीं तत्र तु अच् प्रत्ययः न भवति. ईवर्णान्तः नास्ति इति कृत्वा अच् प्रत्ययः न भवति इति कृत्वा यत्र एतादृशकार्यं न अपेक्षते तदर्थं तत्र एचः विषये इत्युक्तं. तेन उपदेशे इत्यस्यापि सङ्गमनं भवति. अवगतं वा? अथवा एरच् विषये एकवारं वदति वा भगिनि पुनः किञ्चित् तत्र पश्यतु. एरच् इति इत्युक्ते केचन कानिचन सूत्राणि सन्ति यत्र किम् उच्यते इति चेत् उपदेश अवस्थायां ईवर्णान्तधातुः अस्ति चेत् अच् प्रत्ययः भवति इति उक्तम्. उपदेश अवस्थायां ईवर्णान्तधातुः अस्ति चेत् अच् प्रत्ययः भवति इति उक्तम्. अस्तु, तर्हि इदानीं विभाषा लीयते इति सूत्रमपि अस्ति. विभाषा लीयते इत्यनेन उपदेशावस्थायाम् आत्वं भवति इति उक्तं खलु. विभाषा लीयते इत्यत्र ली इति धातुः अस्ति, ईकारान्तधातुः, ईवर्णान्तधातुः. इदानीं एरच् इति सूत्रेण तत्र अच् प्रत्ययः भवति वा अथवा विभाषा लीयते इत्यनेन आत्वं प्रथमतया भवति वा इति प्रश्नः. अस्तु, तत्र उत्तरं उपदेश. एरच् इति सूत्रे तु उपदेशः इति नास्ति. एरच् इत्यत्र एरच् इत्यत्र यद्यपि तत्र उपदेशः इति नास्ति तथापि तत्र किम् उक्तम्? ईवर्णान्तधातोः भावे अकर्तरी चकारके संज्ञायाम् अच् प्रत्ययस्य विधानं भवति इति उक्तम् ईवर्णान्तधातोः उपदेशावस्थायां. तर्हि इदानीम् अत्र ली धातुः ईवर्णान्तधातुः अस्ति, तर्हि इदानीम् आत्वं कदा भवति इति प्रश्नः उदेति. तर्हि उत्तरं किम्? विकल्पेन भवति एचः विषये. किम् ली इति उक्तत्वा ली ली धातुः कृते एव एतत् कार्यं प्रथमं भवति, अच् प्रत्ययः न भवति इति अपि वक्तुं शक्यते. ली धातोः अच् विषये न भवति, अच् विषये तु एरच् इति आगच्छति, एचः विषये विकल्पेन विभाषा लीयते इति भवति इति किम् इत्यनेन आत्वं भवति. विजयलक्ष्मी एकवारं वदतु. सम्यक् न अवगतवती, वदतु. यत्र अवगतं तद्वदतु. ली धातु ईकारान्तधातु अस्ति, ईकारान्तधातूनां विषये तृतीयाध्यायस्य तृतीयपादे एरच् इति सूत्रमस्ति यद्वदति एः अच् भवति इति. एः अत्र पञ्चमी अस्ति. अच् इति कस्मिन् अर्थे भवति इति किमपि अस्ति वा? अच् प्रत्ययः अत्र अनुवृत्तिसहित अकर्तरी चकारके भावे भावे अकर्तरीचकारके संज्ञायां धातोः एहे इति पञ्चमी अस्ति, अतः ए अनन्तरम् अच् यदि भवति तदा सोरि ए परे अच् इति तत्र किं भवति जयः एहे इत्युक्ते ईवर्णान्तधातुः इत्यर्थः. ईवर्णान्तधातुः ईवर्णान्तधातु सत्यम् ईवर्णान्तधातोः अच् भवति इति सूत्रं वदति. अत्र ली इति धातु अपि एहे इत्यस्य एहे अच् इति सूत्रे तस्यापि गणना भवति, परन्तु अचः विषये विभाषा लीयतेः इति सूत्रस्य कार्यं न भवति. केवलं यदा एच् एच् प्रत्ययः अनन्तरं भवति तदा एव सत् नाट् एच् प्रत्ययः, यदा एच् इति धातोः अन्ते भवति इति वा भगिनि? प्रत्ययस्य योजनेन यदि योजनानन्तरम् एचः एच् जायमानः अस्ति अस्ति चेत् तदा विकल्पेन विभाषा लीयते इति सूत्रस्य कार्यं भवति इति. इत्युक्ते तत्र विभाषा लीयतेः इति सूत्रं प्राकृतकार्यमस्ति. इत्युक्ते धात्वादेशः अस्ति, धात्वादेशः अस्ति, अन्नैमित्तिकमपि अस्ति. अन्नैमित्तिकम् अस्ति इति कृत्वा प्रत्ययस्य विधानात् पूर्वमेव भवति. प्रत्ययस्य विधानात् पूर्वमेव भवति. यदा भवति तर्हि ली इति यदा ला इति जायते विकल्पेन, तस्मिन् प्रसङ्गे तत्र तु एरच् इत्यादि सूत्राणां कार्यं न भवति खलु. यदि तत्र प्रत्ययस्य विधानानन्तरम् आत्वं भवति चेत्, इदानीं प्रत्ययः अस्ति चेदेव एच्त्वं लभ्यते खलु. इदानीं कश्चन प्रत्ययः अस्ति, निच् इति प्रत्ययः अस्ति, तदानीं तत्र वृद्धिकार्यं कृत्वा एच्त्वं लभ्यते. परन्तु तादृशप्रत्ययस्य उत्पत्तेः प्राक् एव आत्वम् इष्यते. किमर्थम् इति चेत्, यदि आत्वं भवति तदानीं धातुः ईवर्णान्तः न भवति, अतः तस्मिन् पक्षे तत्र एरच् इत्यादीनां सूत्राणां कार्यं न भवति, तत्र अच् प्रत्ययः न भवति इत्येव विषयः अस्ति. तदर्थम् उपदेशे इति आवश्यकमस्ति रूपसिद्ध्यर्थम्. तावदेव. अस्तु भगिनि, कोऽपि तत्र सारांशरूपेण वक्तुं शक्नोति वा किम् अवगतमिति? प्रथमतया ल्यप् विषये किमर्थं, ल्यप् विषये इति किमर्थम् उक्तम् इति एकवारं वदतु, कोऽपि वदतु. ल्यप् विषये वदामि वा? तत्र वदतु. तत्र विभाषा लीयते आत् एचः ल्यपि इति उक्तं. तत्र तु ल्यप् प्रत्ययः तत्र उपदेश अवस्थायां कदापि न भवति, यतोहि तत्र उपदेश अवस्थायां द्वा प्रत्यय एव भवति. अतः तत्र उपदेश अवस्थायां प्रत्ययः नास्ति इति स्वीकृत्य अपि कार्यं भवितुम् अर्हति. अतः तत्र प्रत्ययः उपदेशावस्थायाम् एव तत्र विभाषा लीयते इत्यस्य कार्यं भवितुम् अर्हति इति निगमनं कर्तुं शक्यते. अतः तत्र इत्युक्ते प्रत्ययस्य उत्पत्तेः प्राक् एव सूत्रस्य कार्यम् इति अर्थः. धात्वादेशः यथा कार्यं करोति तथा अत्रापि तावदेव. अतः तत्र एचः विषये एव भवति, यतोहि तत्र तु प्रत्ययः किमपि नास्ति तत्र. न, अत्र विषयद्वयमेन ल्यपि विषये एचः विषये इति नास्ति तत्र. हा, ल्यपि विषये तु भिन्न भिन्नदलमस्ति. ल्यपि विषये उपदेशावस्थायाम् आत्वं भवति प्रत्यय उत्पत्तेः प्राक् इति एकम् सत्यम् एकमस्ति सत्यं. तत्तु तस्मिन् दलद्वयमस्ति तत्र ल्यपि. किमर्थं ल्यपि विषये इति वक्तव्यम् इति चेत्, उपदेशावस्थायां ल्यप् इति प्रत्ययः न भवति, यतोहि ल्यप् इति आदेशः अस्ति, यदा त्वाप्रत्ययः विधीयते तत्पश्चादेव ल्यप् भवति, अतः उपदेशावस्थायां ल्यप् इति कदापि न लभ्यते. अतः प्रथमम् एकं दलम् अस्ति उपदेशावस्थायां ली धातोः प्रत्यय उत्पत्तेः प्राक् एव आत्वं भवति ल्यप् विषये, इत्युक्ते ल्यप् अग्रे अस्माकं विवक्षा अस्ति, अग्रे ल्यप् आयाति इति विवक्षा यदा भवति तदानीम् उपदेशावस्थायाम् एव ली धातोः आत्वं भवति इति एकमस्ति. तदेव विषयसप्तमी इति भगिनि, तदेव विषयसप्तमी, तदेव विषयसप्तमी ल्यपि विषये इत्युक्ते ल्यप् इति अस्माकं विवक्षा अस्ति, परन्तु प्रत्ययस्य विधानं न जातम्, अथवा त्वा इति विवक्षा अस्ति परन्तु विधानं न जातम् इति तथा वदामः चेत् तदानीं त्वा विषये इति वयं वदामः, अथवा ल्यप् विषये इति वदामः. तत्तु एकमस्ति. द्वितीयम् अस्ति, किम् अस्ति इति चेत् द्वितीयम् एच् विषये उपदेशावस्थायाम् आत्वं भवति इति उक्तम्. किमर्थम् एच् विषये इति उक्तम् इति चेत् एचः स्थाने इति वयं वदामः चेत् तदानीं प्रत्यय उत्पत्तिः आवश्यकम् अस्ति, यतोहि एच् उपदेशावस्थायां नास्ति, धातुः ईकारान्तः अस्ति, अतः एजन्तः नास्ति उपदेशावस्थायाम्, अतः एचः स्थाने इति वयं वदामः चेत् तत्र प्रत्यय उत्पत्तिः आवश्यकम्, प्रत्यय उत्पत्तिः आवश्यकी. तर्हि यदा प्रत्यय उत्पत्तिः भवति तदानीं किं भवति इति चेत् तत्र एरच् इत्यादीनां सूत्राणां कार्यं भविष्यति, तर्हि तत्र ईकारान्तधातूनाम् अच् इति प्रत्ययस्य विधानं भवति. यदा अच् इदानीं ली योगः अच् इति विधानं भवति चेत् इदानीं अच् प्रत्ययं निमित्तीकृत्य तत्र गुणकार्यं भवति चेत् ले योगः अच् इति भवति, लेयोगः अच् इति भवति, तदानीं तत्र विकल्पेन आत्वं वयं कुर्मः चेत् तदानीम् इष्टरूपं न लभ्यते, प्रत्ययविधानात् पूर्वमेव आत्वम् अपेक्षितमस्ति, अतः एव एच् विषये इति उक्तम्. अवगतं वा? अस्तु अस्तु, अधुना अवगतं भगिनि, किञ्चित् क्लेशः आसीत् अधुना अवगतम्, अस्तु. किञ्चित् अस्मिन् विषये किञ्चित् चिन्तयन्तु, पुनः श्रोतव्यं, किञ्चित् जटिलमिव भाति परन्तु नास्ति, अत्र केवलं रूपसिद्ध्यर्थम् एवम् उक्तं तावदेव, अन्यत् किमपि न. परन्तु परन्तु तर्कः उत्तमः अस्ति, कीदृशः मीनाति मीनोति दीङ्गां ल्यपि च इत्यत्रापि एवमेव विभाषा लीयते इत्यत्रापि विषये एच विषये इति उक्तम्, एचः स्थाने इति नास्ति, यतोहि उपदेशे इति अनुवृत्तिः अस्ति, अस्माकं करपत्रे उपदेशे इति पदं न स्थापितं, स्थापनीयम्. उपदेशे विभाषा लीयतेः आत् एचः ल्यपि, उभयत्र एचः विषये इत्येव अस्ति. अग्रे गच्छामः वा? बहु समयं बहु समयः भगिनि. एरच् इत्यत्र अच् इति अयुन् प्रत्याहार अच् नास्ति, अच् इति प्रत्ययः, प्रत्ययः अच् अच् इति प्रत्ययः, ज्ञैप्रत्ययस्य अपवादः भावे, यथा तत्र चयः भयः जयः इत्यादि रूपाणि. भी योगः अच् भयम्, ची योगः अच् चयम्, चयः अत्र बहु समयः अतीतः, भवन्तः अवगतवन्तः वा अथवा भामः वा? शोभा भगिनी अवगतं वा? पुनः पुनः पठितव्यं भगिनि, न तु भगिनि मोस्ट्लि अवगतं भगिनि, प्रायेण अवगतम्, किन्तु पुनः श्रोतव्यम् अस्ति. तत्र मुख्यतया किम् उक्तवती भवती इत्युक्ते तत्र उपदेश इति तस्य किम् अनुवृत्तिः अस्ति, अपि च तत्र किं इदानीं तत्र वक्तुं प्रयत्नं करोमि चेत् सर्वं मनसि नागच्छति, किन्तु यदुक्तं तद् अवगतं भगिनि. तत्र किमर्थं तत्र एचः इत्यस्य अपि अनुवृत्तिः भवति, यतोहि तत्र आत्मप्रकरणे यथा भवती उक्तवती एचः विषये इति आरम्भः अभवत् इति कृत्वा तत्र किं 6.149 पर्यन्तं तस्य अनुवृत्तिः भवति. अतः तत्र लेपि इति एकः विषयः, एचः विषये लेपि विषये इति लेप् विषये इति एकः विषयः, एचः विषये इति अन्यः, द्वयोः अपि कृते एतादृशं भवति इति. अपि च यथा लेप् तत्र साक्षात् न भवति, आदेशरूपेण भवति इति कृत्वा लेपि विषये इति वक्तव्यं भवति, यतोहि तत्र उपदेश अवस्थायां तु लेप् साक्षात् न आगच्छति. अपि च उपदेशे तत्र लेपि परे इति न वक्तुं शक्य, लेपि परे इति तत्र इत्युक्ते लेपि इति तत्र सप्तमी तु न भवति कदापि, यतोहि तादृशं न भवति एव. सूत्रे सप्तमी विभक्तौ एव अस्ति, ल्यपि इति उक्तं सूत्रे. हा, किन्तु लेपि विषये इति स्वीकृतम् इति उक्तं खलु. पूर्वम् अहं चिन्तितवती लेपि इति सप्तमी अस्ति इति, किन्तु किमर्थं तादृशं न स्वीकर्तुं शक्नुमः इति इदानीम् अवगतम्. अपि च तत्र मीनाति, मिनोति, दीन्यां, लेपि च, तत्र एतस्य बहु विषयं, बहु विवरणं तत्र एव प्राप्तम् अस्ति. अहमपि दृष्टवती, तत्र किञ्चित् चिन्तनं कृतवती, किन्तु यत् अद्य या चर्चा अभवत् तेन सर्वं स्पष्टता अभवत्. किन्तु मीनाति इत्यनेन तस्य अनुवृत्तिः आगच्छति लेपि लेप् इत्यस्य अपि. अपि च तत्र किमर्थं तत्र उक्तम् एच् विषये वा? तदपि तत्र किम् आतो प्रकरणे तत्र आदेश उपदेशेषिति इत्यस्य इति एव तत्र प्रथमं सूत्रं. तेन तत्र अनुवृत्तिः भवति एचः इति उक्तवती वा? एचः विषये इति, हा, तर्हि तस्य अनुवृत्तिः तत्र भवति इति अहं अवगतवती. अत्र उपदेश अवस्थायाम् एजन्तत्वं न लभ्यते एव, न लभ्यते, सत्यं, हा, उपदेश अवस्थायां न लभ्यते. अपि च तत्र एजन्तं करणीयम् इच्छामः चेत् इष्टरूपं न लभ्यते, अतः तत्र पूर्वमेव यत् इत्युक्ते तत्र परनिमित्तं नास्ति, अतः तत्र प्रत्ययात् पूर्वमेव कार्यम् इष्टकार्यं सिद्धनाय इष्टकार्यस्य किं सिद्धिं प्राप्तुं सिद्ध्यर्थम् आत्मम् आनेतव्यं भवति, यतोहि तत्र विभाषा एव किं तत्र विकल्पेन अयं रूपम् इदं रूपं साधनीयम्, अतः एतत् सर्वं कृतं तत्र. अतः तत्र बहु कार्याणि भवन्ति तत्र, एच् मा भवेत् यतोहि तेन तत्र अन्यरूपं सिद्ध्यति. एतत् सर्वं चिन्तयित्वा तत्र प्रथममेव आत्मं स्वीकृत्य रूपाणि सिद्धानि भवन्ति. अपि च तत्र नो चेत् तत्र ली इत्यस्य तत्र यथा चर्चितम् एजन्तरूपं भवितुम् अर्हति, ली योगः तत्र यदा उपदेशे न भवति. किन्तु यदि एतत् इदं सूत्रं नास्ति चेत् भवितुम् अर्हन्ति, विभाषा लीयतेः इति सूत्रं नास्ति चेत् भवितुम् अर्हन्ति. अपि च तत्र एकः प्रश्नः आसीत् तत्र अग्रे अपि अष्टाध्यायी पुस्तके, मातुः पुस्तके अन्यानि सूत्राणि अपि सन्ति यत्र वियतेः स्मयतेः इति, तत्रापि न मम प्रश्नः किम् आसीत् इत्युक्ते तत्रापि परनिमित्तं नास्ति. यदि एतादृशानि सूत्राणि भवन्ति चेत् यत्र परनिमित्तं नास्ति, तत्र सर्वत्र प्रत्ययात् प्राक् एव किमपि कार्यं भवति वा इति. सत्यं, यतोहि तदेव धात्वादेशः इति वयं वदामः खलु. तत्र धात्वादेशः इति अस्तेर्भूः अस्तेर्भूः इति सूत्रे निमित्तं नास्ति. आर्धधातुके इति अधिकारे अस्ति, परन्तु आर्धधातुकप्रत्यये परे इति नास्ति. तत्र आर्धधातुकविवक्षायाम् अस्धातोः भू आदेशः भवति, तदेव धात्वादेशः वयं वदामः. यदि प्रत्ययस्य विधानानन्तरम् धात्वादेशः भवति तदानीं दोषः भवति. अस्तु, तदानीं दोषः भवति इत्युक्ते पश्यन्तु, यत्र अजन्तधातु, इदानीम् असुधातुः हलन्तधातुः अस्ति, धातुः हलन्तधातुः अस्ति, तर्हि हलन्तधातोः ण्यत् प्रत्ययः भवति. ण्यत् यदि इदानीं प्रत्ययस्य उत्पत्तिः भवति इति चिन्तयतु, अस्य योगः ण्यत् इति हलन्तधातुः, अतः ण्यत् प्रत्ययस्य विधानम्. इदानीं प्रत्ययस्य विधानानन्तरं भू इति आदेशः भवति चेत् इदानीं धातुः अजन्तः जातः खलु. अजन्तधातूनां ण्यत् प्रत्ययः न भवति, यत् प्रत्ययः भवति. तर्हि ण्यत् प्रत्ययस्य विधानं जातं खलु, तर्हि किं कुर्मः इदानीं? ण्यत् प्रत्ययं त्यक्त्वा पुनः यत् प्रत्ययम् आनयामः वा? दोषः भवति खलु. सत्यम्. इदानीम् अस्योगः ण्यत् इति स्थितौ इदानीम् अस्य स्थाने भू आदेशः भवति. इदानीं भूयोगः ण्यत् इति वयं कुर्मः चेत् तत्र भू इत्यस्य वृद्धिः जायते. भौ भौ भौ योगः य इति भौ य इति किमपि रूपं लभ्यते, तत्तु अनिष्टरूपम् अस्ति. अतः तत्र वयं किं कुर्मः, अस्य धातोः आदौ प्रत्यय उत्पत्तेः प्राक् एव भू इति आदेशं कुर्मः. भू इति इदानीम् आदेशः जातः, इदानीं भू इति अजन्तः अस्ति इति कृत्वा इदानीं यत् प्रत्ययम् आनयामः, न तु ण्यत्. भूय इति रूपं लभ्यते खलु, अतः दोषः जायते. एतादृशदोषनिवारणार्थमेव तत्र विषयसप्तमी इति आगच्छति. परे नास्ति परन्तु विषयः. अत्रापि एवमेव, यदि तत्र ली धातोः प्रत्ययस्य विधानानन्तरम् अत्वं वयं कुर्मः चेत् इदानीम् अच् प्रत्ययः अस्ति, एरच् इति सूत्रेण ई वर्णान्तधातोः अच् प्रत्ययः भवति भावे, तर्हि ली योगः अच्. इदानीं तत्र आत्वं भवति विकल्पेन चेत् तदानीम् अच् प्रत्ययः उभयत्र भवति. आत्वपक्षे अपि अच् प्रत्ययः भवति, आत्व अभावे अपि अच् प्रत्ययः भवति, परन्तु उभयत्र अच् प्रत्ययः न विवक्षितः तत्र. यतोहि आदौ एव वयम् आत्वं कुर्मः चेत् तदानीम् अच् प्रत्ययः एव न भवति तत्र एकस्मिन् पक्षे उपसाधनार्थं खलु. अतः अच् विहाय रूपं सिद्ध्यति, परन्तु प्रत्यय उत्पत्तेः अनन्तरं वयम् आत्वं कुर्मः चेत् तत्र रूपद्वये अपि अच् प्रत्ययः एव भवति. पश्यति वा इति तादृशदोषनिवारणार्थम् एतादृशकार्याणि प्राकृतकार्याणि इति वयं वदामः. प्रत्यय उत्पत्तेः प्राक् एव भवन्ति. अस्तु अस्तु अस्तु, धन्यवादः. किञ्चित् करपत्रात् पठामः, बहु किमपि चर्चितं. तर्हि मम संशयः जातः रेकार्डिङ्ग् आरब्धं वा न वा इति. आरब्धं भगिनि. अस्तु, इदानीं विभाषा लीयते इत्यत्र विजयलक्ष्मी भगिनी भवतेव पठतु. लीयते इति तत्र ल्यबन्तरूपं नास्ति, अग्रे पठतु. लीयतेः विभाषा लीयतेः लीङ् श्लेषणे ततः वा न अग्रे अग्रिमपरिच्छेदे लीयतेः इक्ष्टिपौ. ओ, लीयतेः इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यं वार्तिकं तृतीयाध्यायस्य तृतीयपदे इति वार्तिकेन ष्टिप् धातुनिर्देशे ली योगः ष्टिप् कृत्ययः लीति ष्टिप् सार्वधातुकप्रत्ययः अतः सार्वधातुके यक् इत्यनेन कर्मणि यक् ली योगः यक् योगः ति लीयति इति प्रातिपदिकं षष्ट्यन्तं सुबन्तरूपं भवति लीयतेः. ध्येयं यत् ष्टिप् कृत् प्रत्ययः अतः लीयति इति रूपं न आत्मनेपदं न वा परस्मैपदम् अपि अपि तु कृदन्तं प्रातिपदिकम्। अत्र च प्रश्नः उदेति यत् किमर्थं न इक् प्रत्ययः द्वारा लेः इति न स्यात्। लीयतेः इत्यस्य अपेक्षया लेः इति रूपं लघु अभविष्यत्। उत्तरम् आसीत् यत् यङ् लुकि अनयोः धात्वोः एचः विषये आत्वादेशो न भवति। अत्र सूत्रे विभाषा लीयतेः इति सूत्रे किमर्थं लीयते इति रूपं दत्तमस्ति, किमर्थं लेः इति नास्ति इत्यस्य विषये अत्र दत्तमस्ति। लीयतेः इति कथं निष्पद्यते, इक्ष् तिपौ धातुनिर्देशे इति तत् किं वार्तिकं वा भगिनि? हा वार्तिकेन वक्तव्यम् इति अस्ति खलु, इति वार्तिकेन ष्टिप् इति कृत् प्रत्ययः ली धातोः अनन्तरं योज्यते, ततः ली योगः ष्टिप् इत्यत्र षकार पकारयोः अनुबन्धानां लोपः भवति, अनन्तरं ली योगः ति इति अवशिष्यते। तत्र ष्टिप् इति षकारः आदौ अस्ति इति कृत्वा सार्वधातुकप्रत्ययः अस्ति, अतः ली इत्यस्य सार्वधातुकप्रत्ययः अस्ति इति कृत्वा कर्मणि सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः विकरणप्रत्ययः वा भगिनी तत् कर्मणि यक् अस्तु ली यक् विकरणप्रत्ययः एव सार्वधातुके यक् ली यक् सि, परन्तु अत्र ली ति इति यदा अस्ति तत्र किमर्थं कर्मणि रूपं दत्तव्यम्? एवमेव लेति इति भवितुम् अर्हति खलु। अन्यत्र सार्वधातुकप्रत्यये परे ति इति प्रत्ययः ष्टिप् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति खलु। सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति चेत् शप् प्रत्ययः भवति एव, कर्मार्थे अस्ति चेत् यक् प्रत्ययः भवति एव, मास्तु इति कथं वक्तुं शक्यते? किमर्थं कर्मणि यक् इति, किमर्थं शप् इति न आयाति इति मम न। अत्र सूत्रे विभाषा लीयतेः इत्यत्र लीङ् श्लेषणे लीश्लेषणे इति द्वयोः ग्रहणम् आवश्यकम् अस्ति। दिवादिगणे तु लीयते इति रूपं भवति, परन्तु क्रयादौ तु लीनाति इति रूपम् अस्ति, परन्तु लीनाति इति रूपं तु सूत्रे न दृश्यते खलु। यदि तत्र लीयतेः इति दिवादिगणीयधातोः लीयतेः इति रूपं इति वयं वदामः चेत् तदानीं क्रियादिगणीयधातोः कर्मणि रूपं सर्वदा समानं भवति इति कृत्वा अस्तु अस्तु अस्तु कर्मणि रूपं समानं भवति इति कृत्वा सत्यं दिवादिगणे अपि समानं रूपं क्रयादिगणे अपि लीयते इति एव भवति, अतः धातुद्वयस्य ग्रहणं भवति अस्ति। अतः अत्र कर्मणि यक् इति स्वीकृत्य विकरणप्रत्यय आयाति मध्ये ली योगः यक् योगः ति इति भवति, तत्र लीयति इति प्रातिपदिकं न तु परस्मैपदं परस्मैपदी रूपं किमपि नास्ति। अत्र लीयति इति प्रातिपदिकं, तस्य षष्टिविभक्तेः एकवचनस्य रूपं भवति लीयतेः इति। अतः ली धातोः यत्र यस्मिन् गणे अपि भवतु तत्र ली धातोः विषये इदं सूत्रं कार्यं करोति, यतोहि कर्मणि रूपं सर्वत्र समानं भवति अत्र इति कृत्वा ली धातोः कुत्र कुत्र अस्ति ली धातु क्रयादिगणे अपि च दिवादिगणे तावदेव आमाम् ओके लीयते अपि च लीनाति इति वा क्षुरादिगणे चुरादिगणे अपि अस्ति लाययति इति भवति खलु. सर्वत्र लीयते इति उक्तत्वात् ली धातोः सर्वस्मिन् गणे वा सर्वस्मिन् गणे न सर्वेषु गणेषु ली धातोः ग्रहणं भवति. अतः लीयते इति रूपस्य कारणं तदेव. यदि वयं लीयते इति न कुर्मः, यदि तत्र लेः इति वदामः तदा किं भवति, उत्तरमस्ति यत् यङ् लुकि अनयोः धात्वोः एचः विषये आत्वादेशो न भवति. एतत्तु न अवगतं. यङ् लुकि यङन्तः अपि च लुगन्तस्य किमपि अस्ति तत्र कोऽपि स्मरति वा किमर्थम् एवम् उक्तमिति? पूर्वमपि भवती इक्षिपौ विषये किमपi उक्तवती आसीत् यङ् लुकि यङ् लुकि चेत् किं तस्य तत्सूत्रेण यत् कार्यम् उक्तं तत् कार्यं न भवति इति किमपि आसीत् खलु? तदा न भवति यङ् इत्युक्ते इष्टिपा निर्दिष्टं चेत् इति सत्यं. सूत्रेषु धातोः निर्देशः स्टिपा क्रियते चेत् तदानीं तादृशसूत्रं यङ्लुकि कार्यं न करोति. अत्र लीयतेः इति उक्तं, भाषा लीयतेः इति, तत्र तु स्टिपानिर्देशः अस्ति इति कृत्वा एतादृशसूत्रं यङ्लुकि कार्यं न भवति. अतः एव स्टिपानिर्देशः कृतः अत्र. भगिनी अत्र ली धातु नास्ति? ली धातुः एव तत्र. ली धातुः लीयतेः इति स्टिपानिर्देशः न लीयते. न यदि ली धातु अस्ति तर्हि दिवादिगण, यदि दिवादिगण अस्ति तर्हि आत्मनेपदी तो यकार अस्ति तर्हि एव ते अन्ते वतव लीयते भवति. लीयते आत्मनेपदी अस्ति न, परन्तु तत्र दिवादिगणे दिवादिगणीयधातोः एव ग्रहणं न इष्यते. अत्र क्रियादिगणीयधातोः अपि ग्रहणम् इष्यते. अतः लीयते इति एव वदति चेत् अत्र लीयतेः इति षष्ट्यन्तं रूपम् अस्ति. लीयते लीयतेः इति षष्ट्यन्तं रूपम् अस्ति. लीयति इत्यस्य षष्ट्यन्तं रूपं लीयतेः. इदानीं लीयतेः इति वयं वदामः चेत् दिवादिगणीयधातोः क्रियादिगणीयधातोः द्वयोः ग्रहणं भवति. यदि लीयतेः इत्यत्र लीङ् श्लेषणे इति धातोः एव रूपम् इति वयं वदामः चेत् अत्र एजन्तधातुः भवति. एजन्तधातोः षष्ट्यन्तरूपं किं कोऽपि धातुः स्मरति वा षष्ट्यन्तरूपम्? एकारान्तधातुः एकारान्तधातोः षष्ट्यन्तरूपं कोऽपि जानाति वा? रै इति धातुः अस्ति खलु, एकारान्तधातुः रै. रै धातोः षष्ठीरूपं रायः इति अस्ति. रायः तर्हि इदानीं रायो हलि रायः इति अस्ति. तर्हि इदानीम् अत्र धातुः तत्र लीयते इति लीयते इति ली ली दिवादिगणीयधातोः लीयते इत्यस्य षष्टिविभक्त्यन्तं रूपं स्वीकुर्मः चेत् तदानीं किमपि भवति तत्र लीयताय इति किमपि भवति तदा तादृशं तादृशम् अत्र न उक्तं खलु सूत्रे तर्हि भगिनी तर्हि यत्र यत्र स्टिपानिर्देशः कृतः तत्र यङ्लुकी कार्यं न करोति वा इत्येव उत्तरमस्ति वा सत्यम् ओ सत्यं यत्र यत्र स्टिपानिर्देशः तत्र सर्वत्र यङ्लुकी कार्यं न भवति इक् इक् भवति चेत् तत्र सर्वत्र कार्यं करोति वा इति इकानिर्देशः अस्ति चेत् कार्यं भवति अस्तु अस्तु अस्तु अत्र अस्मिन् परिच्छेदे किम् अस्ति इति एकवारं सरस्वती भगिनी सारांशरूपेण वदतु भगिनि शक्यते वा न वा न जानामि परन्तु प्रयत्नं करोमि लियतेः इक्तिपोधातुनिर्देशः अत्र स्तिप् स्तिप् प्रत्यये यदि वयं योजयामः कृत् प्रत्यये तदा शकारपकार गत्वा केवलं ति अवशिष्यते लियोग ति इदानीं षित् अस्ति अतः सार्वधातुकमस्ति अतः सार्वधातुके यक् अनेन सूत्रेण यक् योजयामः कर्मणि यक् अतः लियोग यक् योगति अतः लीयति इति प्रातिका इति प्रातिपदिकं भवति इदानीम् अस्य षष्ट्यन्तं सुबन्तरूपं वयं यदि स्वीकुर्मः तदा लीयतेः भवति एतदस्ति कृत् प्रत्यययोजनेन सुबन्तरूपम् अस्ति लीयति शब्दस्य तर्हि अत्र लीयति कृदन्तं यक् आगच्छति अतः कृदन्तं स्लिप् आगच्छति अतः कृदन्तं प्रातिपदिकमस्ति किमर्थं न लेहे इति वयं वदामः चेत् अत्र दत्तमस्ति यत् एतद् लेहे तु लघु अस्ति वैयाकरणाः सर्वे लघुरूपमेव इच्छन्ति परन्तु अत्र यदि लेहे वयं वदामः तर्हि यङ् लुकि अनयोः धातोः विषये आत्वादेशः न भवति अतः एव लीयते लीयतेः लियति रूपस्य एव अत्र दत्तमस्ति सम्यक् वा भगिनि सम्यक् सम्यक् समीचीनं सर्वैः बुद्धं वा अत्र किमर्थं लीयतेः इति उक्तमस्ति सूत्रे यतोहि तत्र यक् यक् प्रत्ययं स्वीकृत्य स्टिपानिर्देशः कृतः तेन लीङ् श्लेषणे ली श्लेषणे क्रियादिगणीयधातुः द्विवादिगणीयधातुः द्वयोः ग्रहणं लीयते इति कर्मणि रूपम् अस्ति कर्मणि इव दृश्यते तत्र कर्मणि रूपम् इव दृश्यते तेन द्वयोः धातोः ग्रहणं स्यात् इति कृत्वा तादृशरूपं किमपि स्वीकृतं वस्तुतः तत्र कर्मणि अस्ति चेत् भावकर्मणोः इत्यनेन आत्मनेपदिप्रत्ययः एव भवेत् परन्तु अत्र तथा न स्वीकृतं लीयति इत्येव स्वीकृतं न तु लीयते इति अत्र कृत् प्रत्ययः अस्ति इति कारणात् उक्तं तिङ् नास्ति खलु अत्र तिङ् प्रत्ययः नास्ति कृत् अस्ति इति कारणात् अस्ति परन्तु सार्वधातुके यक् सार्वधातुकप्रत्ययपरे यक् प्रत्ययः भवति परन्तु तत्र भावकर्मणोः इति सूत्रस्य का गतिः इति तत्र न स्वीकृतं सत्यं भावकर्मणोः इति सूत्रेण अतः एव अत्र परस्मैपदी अपि नास्ति आत्मनेपदी अपि नास्ति इति उक्तं किन्तु तदापि एकः प्रश्नः अस्ति कर्मणि यक् किमर्थं युक्तं केव प्रायः या यकारस्य श्रवणम् अपेक्षितं यकारश्रवणम् अपेक्षितं खलु तत्र तदर्थं तत्र यक् स्वीकृतं सार्वधातुकप्रत्ययः परः अस्ति चेत् कर्तरि शब् भवितुमर्हति नो चेत् एतादृशं यक् प्रत्ययः भवितुमर्हति अन्यत् किमपि न भवितुमर्हति खलु अथवा तत्र किं स्य लृट् लृङ् इति एतादृशं भवितुमर्हति परन्तु अत्र तादृशं किमपि नास्ति अस्तु अत्र अस्माकं समयः अतीतः अत्र बहवः तत्र अद्य न पठितवन्तः क्षम्यताम् अत्र बहु विस्तृतचर्चा जाता सम्यक् आसीत् भगिनि ध्वनिमुद्रणं तु अस्ति किल, तत् एकवारं श्रोतव्यं. किञ्चित् पश्यन्तु, अत्र किञ्चित् वैचित्र्यम् अस्ति. विभाषा लीयतेः अपि च मीनाति मीनोति इत्यत्र वैचित्र्यम् अस्ति, पश्यन्तु. अस्तु, तत्र अत्र स्थगयामः वा? इतोपि अस्माकम् अस्मिन् विषये विभाषा लीयते इत्यत्र बहु किमपि अस्ति. अहं किं वदामि इति चेत्, एकवारं करपत्रं पठित्वा आगच्छन्तु, यतोहि नो चेत् अग्रिमसप्ताहे भ्रमात्मकमेव भवति. तत्र चत्वारि रूपाणि सन्ति ली धातोः, कथं साधनीयानि इत्यत्र किञ्चित् स्ट्रगल् एव अस्ति, अतः एकवारं पठित्वा आगच्छन्तु. अस्तु भगिनि. महोदय, एकः प्रश्नः पृच्छामि वा? पृच्छतु भगिनि. भगिनि, मम अन्यत्र गन्तव्यम् आसीत् अतः. अस्तु, धन्यवादः. धन्यवादः भगिनि. धन्यवादः. स्टिप् इत्युक्ते अत्र स्टिप् योगः न, स्टिप् इत्युक्ते अत्र शप् अनन्तरं टिप् अस्ति, परन्तु अत्र कृत् प्रत्ययम् इति तत्र उक्तं. कृत् प्रत्ययः तु शत्रु टिप् इति नास्ति, शप् अनन्तरं टिप् इति नास्ति. अत्र सूत्रेषु धातोः निर्देशः इत्युक्ते, पाणिनि वाण्टेड् टु प्रेसेण्ट् द धातूस् इन् द सूत्रस् यूसिङ्ग् स्टिप् एण्ड् इक्. यत्र यत्र स्टिप् प्रत्ययः अथवा इक् प्रत्ययः अस्ति तत्र धातुः इति वयम् अवगन्तुं शक्नुमः. तदर्थं स्टिप् इक् इति उक्तं. वस्तुतः पाणिनीयः प्रत्ययः नास्ति इक् स्टिप्. यथा तत्र अच् प्रत्ययः, गञ् प्रत्ययः, तव्यत् इति तादृशप्रत्ययः नास्ति इक् स्टिप्. तस्य प्रयोगः केवलं सूत्रेषु एव भवति यत्र धातोः निर्देशः. इदानीं तत्र ग्रहीज्या, वै, व्यदि, वष्टि, विचति, वृश्यति इति सर्वत्र पश्यतु. तत्र इक् प्रत्ययेन अथवा ष्टिप् प्रत्ययेन निर्देशः, तेन वयम् अवगन्तुं शक्नुमः अत्र धातुः अस्ति इति वयम् अवगन्तुं शक्नुमः. ग्रही इति इकानिर्देशः, ग्रही इति ग्रहधातुः, ग्रहीज्या, वै इति तत्र तत्रापि इकानिर्देशः. एवं रीत्या धातोः निर्देशः भवति इक् प्रत्ययेन अथवा ष्टिप् प्रत्ययेन. इक् प्रत्ययः ष्टिप् प्रत्ययः द्वयमपि तिङ् भिन्नः अस्ति, तिङ्भिन्नौ स्तः इति कृत्वा प्रत्ययद्वयमपि कृत् प्रत्ययौ स्तः. स्टिप् प्रत्ययः षित् अस्ति इति कृत्वा सार्वधातुकप्रत्ययः. सार्वधातुकप्रत्ययः परः अस्ति चेत् तदानीं कर्त्रार्थे विवक्षा अस्ति चेत् कर्तरि शप् आयाति, कर्मार्थे विवक्षा अस्ति चेत् यक् प्रत्ययः भवितुम् अर्हति. इक् प्रत्ययः अपि कृत् प्रत्ययः, परन्तु सार्वधातुकप्रत्ययः नास्ति, आर्धधातुकप्रत्ययः अस्ति. यतोहि तिङ् अपि नास्ति, षित् अपि नास्ति. अवगतं वा? अस्तु महोदय, अस्तु. अत्र धन्यवादः महोदय. समीचीनं, तर्हि अत्र स्थगयामः. क्षम्यतां, सर्वेषाम् अवसरः न लब्धः. अग्रिमसप्ताहे पश्यामः. धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः.